ब्रह्ममेतुपाम् मधुमेतुपाम् ब्रह्ममेव मधुमेतुपाम् यास्ते सोम प्रजावत्सोऽभिसो अहम् दुष्मप्रहन्दुरुष्यः यास्ते सोम प्राणागस्ताञ्जुहोमि त्रिषु पर्णपजाचितम् ब्राह्मणागदद्यात् ब्रह्म हत्याम् वा एते घ्नन्ति ये प्राब्रह्मणास्त्रिषु पर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ति ॐ ब्रह्ममेधजा मधुमेधजा ब्रह्ममेव मधुमेधजा अज्ञानो देवसवितः प्रजावत्सावीः सौभगम् परा दुष्वप्रियगम् सुप विश्वानि देवसवितर्दुरितानि परा सुप यद्भद्रम् तन्मतासुभ मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः माध्येर्नः सन्तोषधीः मधुनक्तमुतोषसि मधुमत्पार्थिवगम् रजः मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिर्मधुभागम् अस्तु सूर्यः माद्भीर्गावो भवन्तु नः य इमन्त्रिषु पर्णपजाचितम् ब्राह्मणाय दद्यात् भ्रूणहत्याम् वा एते घ्नन्ति ये ब्राह्मणास्त्रिषु पर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति दासहस्रात् पङ्क्तिम् पुनन्ति ॐ ब्रह्ममेधवा मधुमेधवा ब्रह्ममेव मधुमेधवा ब्रह्मा देवानाम् पदवीष्कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् श्येनो गृध्राणागस्मधितिर्वनानागम् सोमः पवित्रमत्येतिरेभन्ने हगम् सशुचिषद्वसुरन्तरिक्षसद्धोता वेदि चदतिथिर्दुरोणसत् नृषद्वरसदृतसद्व्योमसदव्यागोजा ऋतजा अग्रिजा ऋतम् बृहत् ऋचेत्वा रुचेत्वा समिच्छ्रवन्ति सरितो न धेनाः अन्तर्हृदा मनसा पूजमानाः घृतस्य धारा अभिचाकशीमि हिरण्यजो वेतसो मध्य आसाम् तस्मिन् सुपर्णो मधुकृत्कुलाजी भजन्नास्ते मधुदेवताभ्यः तस्या सते हरजः सप्ततीरे स्वधान्दुहाना अमृतस्य धारा य इदन्त्रिषु पर्णमजाचितम् ब्राह्मणाय दद्यात् वीरहत्याम् वा एते घ्नन्ति ये ब्राह्मणास्त्रिषु पर्णम् पठन्ति ते सोमम् प्राप्नुवन्ति दासहस्रात् पङ्क्तिम् पुनन्ति